ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे पृथक्त्वम् इत्यस्मिन् गुणे स्मः। पृथक्त्वव्यवहार असाधारणं कारणं पृथक्त्वम् इति तस्य लक्षणम् अधीत्य सर्वद्रव्यवृत्ति इत्युक्ते सर्वेषु द्रव्येषु पृथक्त्वं वर्तते, नित्यद्रव्येषु अपि वर्तते, अनित्यद्रव्येषु अपि वर्तते इति अस्माभिः अधीतम्। तदनन्तरं भेदस्य पृथक्तस्य को विशेषः इति प्रश्नं कृत्वा तत्र पृथक्त्वं सर्वद्रव्यवृत्ति किन्तु भेदः सर्वपदार्थवृत्तिः इति अस्माभिः अवगतम्। अपि च तत्र कार्यविशेषम् इत्यपि अस्माभिः अधीतम्, इत्युक्ते तत्र असाधारणकारणम् इत्युक्ते किम् इत्यस्मिन् विषये किञ्चिदिव अस्माभिः दृष्टम्। असाधारणसाधारणकारणम् इत्युक्ते यः पदार्थः सर्वेषां कारणानां कार्याणाम् उत्पत्तेः प्राक् नियमेन भवेत् स च पदार्थः साधारणकारणम्। उदाहरणार्थं प्रागभावः, यस्य कस्यचित् कार्यस्य उत्पत्तेः पूर्वक्षणे तस्य कार्यस्य प्रागभावः भवेत्, नो चेत् अग्रिमक्षणे तस्य उत्पादनं न भवति इत्यतः तादृशकारणम् साधारणकारणम् इत्युक्त्वा विशेषकारणम् इत्युक्ते असाधारणकारणं किम् इति चेत् कार्यविशेषमेव तादृश असाधारणकारणं जनयति। इत्युक्ते पृथक्त्वम् इति गुणेन किं जायते इति चेत् केवलं पृथक् इति व्यवहारेण शब्दप्रयोगेन ज्ञानं जायते, एषः अन्यस्मात् पृथक् इति तादृशज्ञानं जायते, तावदेव तस्य कार्यम्। पृथक् इति वदामश्चेत् अयं घटः अयं पटः इति तादृशज्ञानं न भवति। घटः पटात् पृथक् इति वदामश्चेत् केवलम् अनयोः मध्ये पृथक्त्वं वर्तते इति एव ज्ञातुं शक्नुमः। तर्हि तदनन्तरम् इदानीं वेदः एव पृथक्त्वम् इत्यस्य इति आक्षेपस्य निरासः इति पाठः आरब्धः। तर्हि भेदः इत्युक्ते अन्योन्य अभावः सर्वद्रव्यवृत्तिः सर्वेषु सर्वद्रव्यवृत्तिः नास्ति, सर्वपदार्थवृत्तिः सर्वेषु पदार्थेषु अन्योन्याभावः वर्तते इति कृत्वा द्रव्ययोः मध्ये अपि अन्योन्याभावः वर्तते, घटः पटः न इति वदामश्चेत् तत्र अन्योन्य अभावं स्वीकृत्य एव अत्र व्यवहारः कृतः इति कृत्वा किमर्थं पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकर्तव्यः इति प्रश्नः उदेति। तर्हि प्रथमं तत्र यः पृथक्त्वम् आवश्यकम् इति वदति सः किं वदति, इत्र इत्युक्ते तत्र घटः पटः न इत्यस्मिन् सन्दर्भे तत्र ययोः मध्ये अन्योन्यभावः अन्योन्यभावः वर्तते, तयोः तत्र प्रथमाविभक्त्याम् एव वदामः, किन्तु अत्र एकः इदानीं घटः पटात् पृथक् इत्यस्मिन् सन्दर्भे घटः प्रथमाविभक्त्याम् अस्ति, पटः तु पञ्चमी विभक्त्याम् अस्ति इति कृत्वा पृथक्त्वम् इत्यस्य आवश्यकता अस्ति इति सामान्यतर्कम् एकं वदति, किन्तु तस्य निरसनमपि कृतं पदभेदस्य अर्थभेद अप्रयोजकत्वात्। तर्हि भिन्नपदं प्रयुज्मश्चेत् तत्र भिन्न अर्थः भवेत्, नो चेत् तत्र किमर्थं तर्हि तत्र भिन्नपदमस्ति इति कृत्वा अत्र नूतनसिद्धान्तः न स्वीकर्तुं शक्यते खलु। तेन नूतन इदानीं तादृश वाक्यप्रयोगः अस्ति इति कृत्वा व्याकरणरीत्या तादृशनियमः अस्ति. पृथक् विना नानाभिस्तृतीयान्यतरस्याम् इति सूत्रेण यत्र पृथक् नाना विना इत्यादयः शब्दाः प्रयुज्यन्ते तत्र तेषाम् उपपदशब्दस्य पञ्चमी विभक्तिः भवति पक्षे, विकल्पे तृतीया विभक्तिः भवति इति व्याकरणे उक्तमस्ति. तर्हि तदाधारीकृत्य न्याये अपि पृथक्त्वम् इति भिन्नगुणः भवतु इति न वक्तुं शक्नुमः. तर्हि इतोपि अग्रे गच्छति. तर्हि किमर्थं पृथक्त्वम् इति अन्यतमगुणेन गुणत्वेन स्वीकर्तव्यम् इति प्रश्नः इदानीमपि अस्ति. अस्तु, तर्हि शिवराममहोदय पठितुमिच्छति वा? इदानीं वयम् अष्टनवतितमपुटे स्मः, तत्र उपरिष्टात् पठनीयम्, अतः एव वाच्यम् इति. आमाम्, अत एवं वाच्यं मूर्तगतक्रियया तस्य तरेण विभुना च संयोगो भवति. एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि आविवादम् अविवादम्. हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगो जायते इत्यस्य अपि संयोगप्रकरणे निरूपणात्. अस्तु, तर्हि किञ्चित् वदतु यावत् भवता अवगतम्. मूर्तगतक्रियया यस्य मूर्तान्तरेण विभुना च संयोगे भवति, एतत् न अवगतं. मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगो भवति, संयोगः तत्र भवति. संयोगः भवति इत्युक्ते संयोगः इति कीदृशपदार्थः? संयोगसम्बन्धः अस्ति न? सत्यं, किन्तु पदार्थेषु कुत्र भवति तत् संयोगः इति? द्रव्यं वा गुणः वा? संयोगः इति गुणः भवति. हा, संयोगः इति गुणः, चतुर्विंशतिगुणेषु अन्यतमः अस्ति संयोगः. स च संयोगः कथम् उत्पद्यते, कथं जायते इति चेत् मूर्तगतक्रियया, मूर्तद्रव्यं विभुद्रव्यम् इति भेदः वर्तते. द्रव्यस्यापि पुनः एकविधविवाहः क्रियते. यस्मिन् क्रिया जायते तत् मूर्तद्रव्यम्, यस्मिन् क्रिया न जायते तत् विभुः इति तस्य लक्षणमस्ति. मूर्तद्रव्यम् इत्युक्ते किम् इति चेत् यस्मिन् क्रिया जायते तत् मूर्तद्रव्यम्. इदानीं कन्दुकं स्वीकुर्मश्चेत् इतः ततः क्षिपामश्चेत् कन्दुकं, कन्दुके अस्माभिः तत्र क्रिया कृतं, तर्हि तेन क्रियया, तया क्रियया कन्दुकम् इतः ततः प्राप्यते खलु. तर्हि कन्दुकम् इदानीं मूर्तद्रव्यमस्ति. एवम् इदानीम् आकाशः इति स्वीकुर्मः. आकाशः विभुद्रव्यमस्ति. आकाशस्य आकाशे क्रिया यदा कदापि न जातुं शक्यते, इत्युक्ते आकाशः इतः अन्यत्र न गन्तुं शक्यते खलु, सर्वत्र अस्ति इत्यतः. तर्हि मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया जायते, जातुम् अर्हति तत् मूर्तद्रव्यं. जायते इति इदानीं कन्दुकम् एवमेव तिष्ठति, तस्मिन् क्रिया किमपि न उत्पादितं, तथापि तत् मूर्तद्रव्यमेव. तर्हि एवं वक्तव्यं, मूर्तद्रव्यम् इत्युक्ते किं? यस्मिन् क्रिया जातुम् अर्हति तद् मूर्तद्रव्यं. विभुद्रव्यम् इत्युक्ते किं? तस्य विपरीतम्, इत्युक्ते यस्मिन् क्रिया यदा कदापि न जायते तत् विभुद्रव्यं. तर्हि अत्र पश्यतु, मूर्तगतक्रियया, मूर्तद्रव्यगतक्रियया तस्य इत्युक्ते मूर्तद्रव्यस्य एव. इदानीं कन्दुकम् इति स्वीकुर्मः उदाहरणार्थं, कन्दुके इदानीं क्रिया जाता, तर्हि कन्दुकस्य मूर्तान्तरेण इदानीं कन्दुकं तु एकस्मिन् घटे अस्ति इति चिन्तयामः. घटं तत्र घटात् कन्दुकम् अहं क्षिपामि चेत् इदानीं गण्डुकं तस्मात् उन्नयनं कृत्वा अन्यस्मिन् घटे पतति इति चिन्तयतु. तर्हि इदानीम् अन्यस्मिन् अन्येन घटेन सह कन्दुकस्य संयोगः जातः खलु. तदेव मूर्तान्तरेण इत्युक्ते तत्र कन्दुकमस्ति, कन्दुकम् इतः अन्यत्र गच्छति, नो चेत् घटः एव स्वीकुर्मः. घटः इति मूर्तद्रव्यं, तस्मिन् क्रिया जातुम् अर्हति. इत घटम् इत घटः घटम् इतः स्वीकृत्य अन्यत्र अहं स्थापयामि चेत् अत्र यदा घटः आसीत् तत्र इदानीं घटभूतलयोः मध्ये संयोगः आसीत्. तदनन्तरं तस्मिन् घटे क्रियां जनयित्वा अन्यत्र अहं स्थापयामि चेत् इदानीं नूतनदेशे तस्य संयोगः अपि मया कृतः खलु. तर्हि मूर्तद्रव्यस्य मूर्तगतक्रियया तस्य मूर्तद्रव्यस्य मूर्तान्तरेण इत्युक्ते अन्येन मूर्तद्रव्येण सह तस्य संयोगः भवितुमर्हति, नो चेत् विभुना च इत्युक्ते विभुद्रव्येणापि संयोगः भवितुमर्हति. द्वयोः विभुद्रव्ययोः मध्ये संयोगः न भवितुमर्हति. किमर्थमित्युक्ते संयोगः इति गुणः केन जायते, संयोगः इति गुणस्य कारणम् उत्पत्तेः कारणं किम् इति चेत् क्रिया. क्रिया न भवति चेत् संयोगः यदा कदापि न भवत्येव. इदानीम् एतावत्पर्यन्तम् अस्माभिः न पठितं संयोगस्य विषये, किन्तु अग्रे सः एव पाठः, संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः इति. संयोगः कथं जायते इति चेत् क्रियया एव जायते संयोगः. तर्हि द्वयोः विभुद्रव्ययोः मध्ये संयोगः यदा कदापि न भवति, किन्तु एकस्य मूर्तद्रव्यस्य अन्येन मूर्तद्रव्येण सह संयोगः भवितुमर्हति इति एकं क्रियया. द्वितीयं तु एकस्य मूर्तद्रव्यस्य अन्येन विभुद्रव्येण सह अपि संयोगः जातुं शक्यते इति नैयायिकानं तदेव अत्र उक्तं. मूर्तगतक्रियया तस्य मूर्तद्रव्यस्य मूर्तान्तरेण सह विभुना सह च संयोगः भवति. बुद्धं खलु? पुनः एकवारं स्मरयतु, कथं मूर्तद्रव्यः विभुद्रव्येण सह संयोगं कर्तुम् अर्हति? विभुद्रव्यः तु सर्वत्र वर्तते. वर्तते. इदानीं मूर्तद्रव्यम् एकः घटः इति स्वीकुर्मः मूर्तद्रव्यत्वेन, मम गृहे अस्ति इदानीं, मम गृहे आकाशः अपि अस्ति. धन्यवादः. आकाशः अपि द्रव्यं, घटः अपि द्रव्यं, तर्हि द्रव्ययोः मध्ये संयोगः भवितुम् अर्हति. तर्हि यदा घटं मम गृहे अस्ति तदा तस्य घटस्य मम गृहे विद्यमान आकाशेन सह संयोगः जायते, संयोगः जायते अस्ति एव. इदानीं घटं स्वीकृत्य भवतः गृहं मया आनीतम् इति चिन्तयतु. इति घटं स्वीकृत्य भवतः गृहम् आनीय तत्र मया स्थापितवान् इति चिन्तयतु, तत्र अहं स्थापितवान् इति चिन्तयतु. तर्हि इदानीं घटः भवतः गृहे अस्ति, भवतः गृहे अपि आकाशः अस्ति, किन्तु स च आकाशः यः यद् मम गृहे अस्ति तद् नास्ति. तर्हि इदानीं घट आकाशयोः मध्ये पुनः संयोगः जातः, किन्तु स च संयोगः इदानीं नूतनः संयोगः. किमर्थम् इत्युक्ते अत्र अत्र यः आकाशः भवतः गृहे विद्यते तेन सह इदानीं संयोगः जातः इति कृत्वा घटविभुद्रव्ययोः मध्ये अपि संयोगः भवितुम् अर्हति क्रियया. धन्यवादः इति बोधः. अस्तु तर्हि शिवराम महोदय एवम् तत्रैव द्वितीयवाक्यमस्ति खलु तद् न पठित् तद् न दृष्टं तर्हि पुनः पठित्वा एवम् अवयव एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम् नाम अवयवसंयोगेन हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगो जायते इत्यस्यापि संयोगप्रकरणे निरूपणात् नाम पुस्तक तथा हस्तस्य संयोगः भवति नाम देहस्य तथा पुस्तकस्य संयोगः अभवत् इति किमर्थमित्युक्ते इदानीं देहः शरीरं काय अपि च हस्तः अनयोः मध्ये अवयवी अवयवसम्बन्धः अस्ति खलु इदानीम् अहं पुस्तकं स्वीकरोमि चेत् मम हस्तम् एव तत्र गत्वा पुस्तकस्य स्वीकरणं करोति तर्हि इदानीं कयोः मध्ये संयोगः जातः हस्तपुस्तकयोः मध्ये संयोगः जातः किन्तु तेन संयोगेन काय इत्युक्ते मम शरीरम् अपि च पुस्तकयोः मध्ये अपि संयोगः जातः खलु इति कृत्वा इति उक्तमस्ति तर्हि द्विविधसंयोगः अस्ति संयोगः द्विधा जायते कर्मजः इति एकः संयोगजः इति द्वितीयः हस्तपुस्तकयोः मध्ये यः संयोगः जायते तत् कर्मजसंयोगः मम हस्ते यदा कर्म जायते क्रिया जायते तदा इतः मम हस्तं तत्र गत्वा पुस्तकं स्वीकरोति तर्हि हस्तपुस्तकयोः मध्ये यः संयोगः जातः सः संयोगः कर्मजसंयोगः तेन कर्मजसंयोगेन इदानीं कायपुस्तकयोः मध्ये यः संयोगः जायते तत् संयोगजसंयोगः इति नैयायिकाः वदन्ति बुद्धं वा इण्डैरेक्ट् इति वदामः वा इण्डैरेक्ट् इति वक्तुं शक्नुमः तदेव अर्थः इण्डैरेक्ट् इत्येव अर्थः किन्तु अत्र संयोगजसंयोगः इदानीं सम्पूर्णकायम् अपि च पुस्तकम् अनयोः मध्ये संयोगः नास्ति खलु केवलम् एकस्य अवयवस्य एव तत्र पुस्तकेन सह संयोगः अस्ति तथापि इदानीम् अहं पृच्छामि विजी भगिनी भवत्याः कृते पुस्तकमस्ति वा इति चेत् भवती किं वदति आं मम कृते पुस्तकमस्ति इति वदति न तु मम हस्ते पुस्तकमस्ति इति भवती न वदति खलु मम कृते पुस्तकमस्ति इति एव वदति वानरः वृक्षे उपविशति इत्यपि उदाहरणं सत्य पक्षी वृक्षे उपविशति वृक्षे इत्युक्ते वृक्षे सर्वत्र तस्य उपवेशनं नास्ति केवलम् एकस्यां शाखायामेव तर्हि शाकपक्षिणोः मध्ये यः संयोगः जायते तत् कर्मजसंयोगः इदानीं पक्षी डयनं कृत्वा शाखायाम् उपविशति तर्हि पक्षिणी क्रिया जातः तया क्रियया इदानीं पक्षी अपि च शाकः अनयोः मध्ये संयोगः जातः तर्हि तादृशसंयोगः कर्मजसंयोगः किन्तु इदानीं यदा पक्षिशाकयोः मध्ये संयोगः जायते तेन संयोगेन वृक्षस्य अपि वृक्षस्यापि इत्युक्ते अवयविनः अपि पक्षिणा सह संयोगः जायते तादृशसंयोगः संयोगस्य नाम अस्ति संयोगजसंयोगः इत्युक्ते संयोगेन संयोगस्य उत्पादनम् अभवत् इति बोधः उद्धं वा आमां अस्तु तर्हि धन्यवादः शिवराम बालसुब्रह्मण्यं अग्रे पठति वा स च कर्मजः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इति अवश्यं वाच्यम्। कर्मजः संयोगजः वा अग्रे अपि पठतु महोदय, उदाहरणमस्ति तर्हि इतोपि अर्थबोधः जायते। अन्यथा कपालक्रियया कपालः घटेन संयुक्तः, कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकार आपातात्। स्वीकार आपातात्, आपाता आपात इति दोषः, स्वीकार आपातात्। हा तच कर्मजः कर्मार्थकः जातः महोदय, एवं कुर्मः अत्र द्वितीयवाक्यस्य विवरणं ददातु प्रथमं, तत्र उदाहरणं स्वीकृत्य वदति चेत् पुनः प्रथमवाक्यं पठामश्चेत् इतोपि अर्थबोधः जायते। अन्यथा कपालक्रियया कपालः घटेन संयुक्तः, कपालक्रिया कपालः घटेन संयुक्तः, कपालक्रियाद्वारा कपालः घटेन संयुक्तः, घटः कपालात् जातः, अत्र कपालः घटेन संयुक्तः। किन्तु किन्तु घटः घटकपालयोः मध्ये इदानीं कीदृशः सम्बन्धः अस्ति? समवायसम्बन्धेन सम्बन्धः, समवायसम्बन्धः अस्ति। घटकपालयोः मध्ये समवायसम्बन्धः एव अस्ति, न तु संयोगसम्बन्धः इति कृत्वा अत्र किं मनसि भवेत्, यद्यपि घटः अपि मूर्तद्रव्यं खलु, कपालः अपि मूर्तद्रव्यम्। इदानीं कपाले इत्युक्ते घटस्य अवयवः यः कपालः अस्ति, तस्मिन् कपाले अहं क्रिया मया क्रिया उत्पादितमस्ति चेत् तेन इदानीं घटः अपि मूर्तद्रव्यमस्ति, कपालः अपि मूर्तद्रव्यमस्ति, इदानीम् अहं कपाले किञ्चित् क्रिया मया क्रियते इति चेत् तर्हि इदानीं कपाले कपालः घटेन सह संयोगः मया कृतः इति अपि अर्थः स्वीकर्तुं शक्यते, किन्तु तद् अनिष्टं खलु। संयुक्तः इति उक्तं, संयुक्तः इत्युक्ते संयोगे वर्तते इति अर्थः। यथा समवेतः इति वदामः समवायस्थले, एवमेव संयोगस्थले संयुक्तः इति वदामः। तर्हि कपालसंयोगेन कपालः घटेन संयुक्तः इति भवति, किन्तु तद् अनिष्टम्। पूर्वस्मिन् परिच्छेदे किमुक्तं, मूर्तद्रव्येण अत्र पश्यतु मूर्तघटक्रियया तस्य मूर्तान्तरेण इति उक्तं खलु। इदानीं मूर्तद्रव्यं कपालः इति स्वीकुर्मः, कपाले यदा अहं क्रियां जनयामि तदा किं भवति, घटेन सह अपि तस्य कपालस्य अवयवरूपकपालस्य संयोगः मया क्रियते इति भवितुमर्हति। इत्युक्ते मूर्तगतक्रियया तस्य मूर्तान्तरेण, मूर्तगतक्रियया कपालगतक्रियया तस्य कपालस्य मूर्तान्तरेण घटेन सह संयोगः मया कारयितुं शक्यते इति स्वीकर्तुं शक्यते खलु, किन्तु तद्दोषाय। घटकपालयोः मध्ये केवलं समवायसम्बन्धः एव अस्ति इति कृत्वा इदानीं प्रथमवाक्यं पठतु। स च कर्मजः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तापत्न जायते इति अवश्यं वाच्यम्। हा इति वक्तव्यम् अस्ति, अवयवकर्मणा कपाले विद्यमानकर्मणा अवयवसंयोगेन वा। इदानीं तत्र कपालः अपि च भूतलम् अनयोः मध्ये सम्बन्धः मया कारितः, तर्हि तेन अवयवसंयोगेन वा मूर्तान्तरे जायमान अवयविनि मूर्तान्तरे जायमानः किं संयोगः अवयविनि तावत् न जायते इति अवश्यं वाच्यम्. बुद्धं खलु? तर्हि यद्यपि घटः इति अवयवी मूर्तद्रव्यमस्ति, कपालः इति अवयवः मूर्तद्रव्यमस्ति, कपाले यदा अहं क्रियायाः उत्पादनं करोमि तदा घटेन सह तस्य संयोगः भवितुमर्हति इति यदा कदापि न वक्तुं शक्यते. क्षम्यता, हस्तशरीरमध्ये अपि संयोगसम्बन्ध समवायसम्बन्ध एव किल? सत्यम्. अत्र तु एतादृश वाक्यं वक्तुं शक्नोति इति उक्तं किल? न न, अत्र पश्यतु, इदानीं मम वामहस्तं स्वीकृत्य मम शरीरे यत्र कुत्रापि अहं स्थापयामि चेत् तर्हि इदानीं हस्तः अपि च देहः अनयोः मध्ये संयोगसम्बन्धः मया कृतम् इति वक्तुं शक्यते वा? महोदय, एक अवे अवे अवे अवयवेनो अवयवी अवयव मध्ये समवायसम्बन्धः एव किल? सत्यं, तदेव अत्र उक्तमस्ति, अवयव अवयविनोः मध्ये समवायसम्बन्धः एव भवति इति अस्माभिः स्वीकृतं. किन्तु इदानीम् अहम् एकम् उदाहरणं वदामि, भवती एव करोतु इदानीं साक्षात् भवत्याः दक्षिणहस्तं स्वीकृत्य इदानीं देहे यत्र कुत्रापि स्थापयतु. भवती स्थापितवती खलु? आम्. इदानीं दक्षिणहस्तः अपि च कायः अनयोः मध्ये संयोगः अस्ति वा न वा? अस्ति एव. चिन्तयति, अस्ति एव किल संयोगः? कथं संयोगः नास्ति, समवायसम्बन्धः अस्ति. मम प्रश्नः कः, संयोगः अस्ति वा न वा इति मया पृष्टम्. संयोगः नास्ति, नास्ति एव. यद्यपि मम दक्षिणहस्तम् उन्नीय ममैव देहे अन्यत्र यत्र कुत्रापि मया स्थापितं चेदपि तत्र संयोगः नास्ति, समवायः एव वर्तते इति स्वीकर्तव्यम्. किन्तु अत्र इदानीं मया किं कृतं, हस्ते अवयवे मूर्तद्रव्ये क्रिया मया उत्पादितमस्ति, तया क्रियया इदानीं दक्षिणहस्तस्य अन्यत्र मया स्थापितमपि, किन्तु अन्यत्र इत्युक्ते यदा अवयविनि एव मया स्थापितं तर्हि तत्र संयोगः जातः इति यदा कदापि न वक्तव्यम्. किमर्थम् इत्युक्ते देहः इति अवयवी अस्ति, हस्तः इति अवयवः अस्ति, अवयवि अवयविनोः मध्ये सर्वदा समवायसम्बन्धः एव भवति इति अत्र उक्तम्. इदानीम् अहं पठामि पुनः, स च कर्मजः संयोगः संयोगजः. इदानीं कर्मजः मम वाम दक्षिणहस्ते कर्म जातः अस्ति, जातमस्ति कर्म जातमस्ति अवयवकर्मणा. इदानीं दक्षिणहस्ते कर्म जातं तर्हि तेन कर्मणा अवयवसंयोगेन तत्तजतु मूर्तान्तरे जायमानः अवयविनि इत्युक्ते मम देहे तावत् न जायते इति अवश्यं वाच्यम्. बुद्धं खलु? सम्पूर्णं किल महोदय? सत्यं, सम्पूर्णं कायम् इत्युक्ते एकः एव भागः नास्ति, सम्पूर्णमस्ति. अवयवः कायस्य काये अन्तर्भूतः, कायस्य एव एकः अवयवः अस्ति हस्तं. हस्तं हस्तः काये अन्तर्भूतः इति वक्तुं शक्यते वा? किमिति? हस्तः काये इट् इस् इन्क्लूडेड् अन्तर्भूतः. सत्यं, तदेव समीचीनं, तदेव हस्तः काये एकः भागः, कायस्य एकः भागः इति कृत्वा इदानीं हस्ते क्रिये जाते सति, किन्तु इदानीं हस्तं स्वीकृत्य मम काये एव अन्यत्र यत्र कुत्रापि अहं स्थापयामि चेद् अपि तत्र संयोगः जातः इति यदा कदापि न वक्तव्यं. किमर्थम् इत्युक्ते काय इति पदेन तस्मिन् हस्तः अपि अन्तर्भूतः इति कृत्वा अत्र समवायसम्बन्धः एव वर्तते, न तु संयोगसम्बन्धः यदा कदापि न जायते इति अवश्यं वाच्यम् इति अत्र उक्तम्. हा, बहु समीचीनं. तर्हि अग्रे गच्छेम. विजि भगिनी अग्रे पठतु. कुतः एषः अवयविनी गते न उत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोः एव कर्मजग संयोगजग वा संयोगः भवति न अन्योः इति निश्चितम्. कौ युतसिद्धौ? पृथगाश्रयश्रितौ वृक्षः खलु स्व अवयवे स्थितः, पक्षी स्व अवयवे च, उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः. वन् मिनिट् भवति प्लीस्. क्षम्यता. कुतः एषः अवयविनी घटे न उत्पद्यते इति विचारे मूर्तयोः युधसिद्धयोः एव कर्मजग संयोजग वा संयोगे भवति न अन्योः इति निश्चितं. कुतः एषः अवयविनी गते न भगिनि? एवं कुर्मः, अत्र पूर्वस्मिन् परिच्छेदे अस्माभिः किम् अधीतं तत् स्वशब्दैः वदतु. मूर्तान्तरे जायमान हस्तकायोः मध्ये संयोगः भवति वा न वा? न यदा न भवति. किम् इत्युक्ते समयाः सम्बन्धः एव भवति, समवायसम्बन्धः न संयोगः. सत्यं. तर्हि हस्तकायोः मध्ये समवायसम्बन्धः एव सर्वदा भवति, न संयोगः इति अस्माभिः उक्तं. तत्र बालसुब्रह्मण्य महोदय अपि उक्तं हस्तः इति काये अन्तर्भूतः. आम् आम् आम्. तर्हि तस्मिन्नेव विषये अत्र पश्यतु, कुतः एषः अवयविनी घटे न उत्पद्यते. एषः इत्युक्ते संयोगः अवयविनी घटे कपाले जायमानक्रियया, घटेन सह संयोगः घटये अवयविनी संयोगः किमर्थं न उत्पद्यते इति विचारे, तस्मिन्नेव विचारः क्रियते. विचारे मूर्तयोः युतसिद्धयोः एव कर्मजः. तर्हि मूर्तद्रव्ययोः मध्ये संयोगः भवति इति तु सत्यं, किन्तु तावद् वदामश्चेत् इदानीम् अवयवी अपि मूर्तद्रव्यम्, अवयवः अपि मूर्तद्रव्यम् इति कृत्वा तयोः मध्ये अपि संयोगः भवतु इति तत्र अतिव्याप्तिः भवति खलु. तद् निवारणाय इतोपि परिष्कारं कर्तव्यं. तर्हि परिष्कारः कः इति चेत् युतसिद्धयोः एव कर्मजः संयोगजः वा संयोगः भवति, न अन्ययोः इति निश्चितम्. तर्हि कयोः मध्ये संयोगः वदामि तदपि अत्र अग्रे आयास्यति. तर्हि तयोः मध्ये संयोगः भवति इति चेत् मूर्तद्रव्ययोः मध्ये संयोगः भवति, किन्तु केवलं मूर्तद्रव्ययोः न युतसिद्धयोः अपि एव संयोगः भवति. मूर्तद्रव्ययोः युतसिद्धयोः मध्ये संयोगः भवति इति अत्र उक्तं. तर्हि यथा भवत्या पृष्टं युतसिद्धः इत्युक्ते किं, कौ युतसिद्धौ? तर्हि किञ्चित् प्रतिपादयतु भवती किम् अवगतवती इति. पृथक् आश्रय आश्रितौ इत्युक्ते किं? पृथक् आश्रय इत्युक्ते पुस्तकं हस्ते अस्ति किल, हस्ते अस्ति इत्युक्ते पुस्तक पुस्तक आश्रये हस्तः किल. अत्र अत्र न तादृशं नास्ति. सामान्यतया अत्र सामान्य अर्थः वदतु. आश्रयः इत्युक्ते किम्? आश्रितः इत्युक्ते किम्? आश्रयक आश्रयक इत्युक्ते अधिकरणम्, आश्रितः इति आदेयः. बहु समीचीनम्, आदेयः. तर्हि इदानीं चिन्तयतु, कायपुस्तक तत्र हस्तपुस्तकयोः इति स्वीकुर्मः. तर्हि इदानीं पुस्तकं कुत्र अस्ति? पुस्तकं एकनिमिषम् क्रमेण गच्छतु. अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु. इदानीं पुस्तकं तत्र उत्पीठिकायाम् अस्ति इति चिन्तयतु. तर्हि अत्र आश्रयः कः, आश्रितः कः? उत्पीठिका आश्रयः, पुस्तकम् आश्रितः. पुश्रं पुस्तकम् आश्रितः, समीचीनम्. तर्हि इदानीं मम हस्तः मम हस्तः कुत्र अस्ति? मम शरीरे अस्ति. इति तु सामान्यरीत्या वदामः, किन्तु नैयायिकानां मतानुसारं किं वक्तव्यम्? अवयव अवयवी एव अवयवे अस्ति खलु? किं भेदः वर्तते? तर्हि भवतु, इदानीं मम हस्तः आसन्दे अस्ति इति चिन्तयतु. अहं मम शरीरं तु इदानीम् आसन्दे अस्ति. तर्हि हस्तः अपि काये अन्तर्भूतं, शरीरे अन्तर्भूतम् इत्यतः मम हस्तः अपि इदानीम् आसन्दे अस्ति खलु? भिन्नरीत्या न श्रूयते. हस्तः आसन्दे अस्ति, महाकायः अपि आसन्दे अस्ति. इत्युक्ते मम कायः सम्पूर्णरीत्या आसन्दे अस्ति इति कृत्वा हस्तः अपि आसन्दे अस्ति इति स्वीकर्तुं शक्यते खलु? तर्हि इदानीं विजय भगिनी, हस्तः आसन्दे अस्ति इत्यत्र आश्रयः कः, आश्रितः कः? हस्तः आश्रितः हस्तस्य आश्रयः शरीरं, तस्य आश्रयः भवति. भगिनि इदानीं शरीरस्य विषये त्यजतु, शरीरस्य विषये चिन्तनमेव न करोतु, नो चेत् भ्रमः आगच्छति. मम अहं किम् उक्तवान्? हस्तः आसन्दे अस्ति. तर्हि अत्र आश्रितः कः, आश्रितः हस्तः आश्रयः आसन्दः. आसन्दः, समीचीनम्. आसन्दः. तर्हि इदानीं पश्यतु, हस्तः आसन्दे अस्ति, पुस्तकम् उत्पीठिकायाम् अस्ति, पुस्तकमपि आश्रितः अस्ति, हस्तः अपि आश्रितः अस्ति. हस्तः अपि च पुस्तकं द्वयमपि एकस्मिन् आश्रये अस्ति वा पृथक् आश्रये अस्ति वा? भवते पुनः एकवारं वदतु महोदय प्लीस्. हस्तः आसन्दे, हस्तः आसन्दे अस्ति, पुस्तकम् उत्पीठिकायाम् अस्ति, हस्तः अपि आश्रितः अस्ति, पुस्तकमपि आश्रितः अस्ति, किन्तु द्वयमपि आश्रित, द्वौ अपि आश्रितौ एकस्मिन् आश्रये अस्ति वा भिन्नभिन्न आश्रये अस्ति वा? भिन्नभिन्न आश्रये, किम् इत्युक्ते अत्र आश्रयः हस्तस्य आश्रयः आसन्दः, किन्तु पुस्तकस्य आश्रयः उत्पीठिका. सत्यम् इत्युक्ते भिन्नभिन्न आश्रयः इत्युक्ते आश्रयः अस्ति खलु तयोः. आम् आम् आम् पृथक् इति बोधः. पश्यतु, पृथग् आश्रय आश्रितौ मध्ये संयोगः भवितुम् अर्हति. इदानीं हस्तः आसन्दे अस्ति, पुस्तकम् उत्पीठिकायाम् अस्ति, तर्हि द्वौ अपि पृथग् आश्रय आश्रितौ स्तः खलु. इति कृत्वा हस्तपुस्तकयोः मध्ये संयोगः भवितुम् अर्हति. बुद्धं खलु? पृथग् आश्रय आश्रितौ मध्ये संयोगः भवितुमर्हति. तर्हि यौ पृथग् आश्रय आश्रितौ तौ एव युतसिद्धौ. युतसिद्धयोः मध्ये हस्तपुस्तकौ युतसिद्धौ. सत्यं सत्यं, हस्तपुस्तकौ युतसिद्धौ इति कृत्वा तयोः मध्ये हस्तपुस्तकयोः मध्ये इदानीं संयोगः भवितुम् अर्हति. हा, किन्तु नौ इदानीं हस्तः अपि च कायः इति वयमेव चिन्तयामः. भवती एव चिन्तयतु, हस्तः हस्तः कुत्र अस्ति? काये, शरीरे अस्ति. न न, इदानीम् अस्माकम् उदाहरणे हस्तः कुत्र अस्ति? आसन्दे अस्ति. आसन्दे अस्ति, आम् आसन्दे. कायः कुत्र अस्ति? हस्ते अस्ति. न न न, कायः अपि आसन्दे एव अस्ति. कायः अपि आसन्दे अस्ति, आम् आम्. हस्तः अपि आसन्दे अस्ति, कायः अपि आसन्दे अस्ति. तर्हि इदानीम् आश्रितः अस्ति एकः अस्ति का हस्तः, अन्यः अस्ति कायः. किन्तु तौ द्वौ अपि पृथगाश्रय आश्रितौ वा? द्वयमपि आसन्दे एव अस्ति खलु. आम् आम्, एकः एव आश्रयः. हा, आसन्दः एकः आश्रयः इति कृत्वा अतः कायपुस्त हस्तपु हस्तकाययोः मध्ये यदा कदापि संयोगः न जायते. बुद्धं वा न वा? बुद्धं बुद्धं बुद्धम्. अन्ये किमपि कान्ट्रडिक्षन् अस्ति वा इति अहं चिन्तयामि. अस्तु, इदानीम् अत्र अग्रे पश्यतु. वृक्षः खलु अन्तिमवाक्यं कृपया पुनः वदतु महोदय. हस्तः कुत्र अस्ति महोदय? हस्तः आसन्दे अस्ति. कायः कुत्र अस्ति? आसन्दे अस्ति. तर्हि इदानीं हस्तः अपि च कायः द्वयमपि पृथग् आश्रय आश्रितौ वा न वा? सामान्य आश्रयः आसन्दे एव, आसन्दः एव. हा, समान आश्रयः, समान अधिकरणमस्ति खलु. समान अधिकरण, समान अधिकरण, आम्, समान अधिकरणमस्ति इति कृत्वा इदानीं तयोः मध्ये संयोगः न भवितुमर्हति. पृथग् आश्रय आश्रितयोः, पृथगाश्रय आश्रितयोः मध्ये एव संयोगः भवति. इति किञ्चित् अवगमनार्थं सरलरीत्या मया उक्तं. वस्तुतः इतोपि किञ्चित् गभीरचिन्तनमस्ति, तर्हि इतोपि अग्रे गच्छेम. अत्र पश्यतु, वृक्षः खलु स्व अवयवे स्थितः पक्षी स्व अवयवे च. उत्पन्नायां पक्षिणि पुनः क्रियायां जायते कर्मजः संयोगः. हा अत्र पश्यतु, इदानीं किञ्चित् भिन्नरीत्या चिन्तयामः. एतद् एतद् उदाहरणं त्यजामः. यद् यद् यद् उदाहरणम् अस्माभिः स्वीकृतं तदेव स्वीकुर्मः पुनः. इदानीं कायः कुत्र अस्ति? आसन्दे अस्ति इति इदानीम् अस्माभिः उक्तम्. किन्तु वस्तुतः कायः इति अवयवी अस्ति खलु? अवयवी कुत्र वर्तते? अवयवे वर्तते. तर्हि कायः हस्ते अस्ति खलु? कायः हस्ते अस्ति, हस्तः अपि तादात्म्यसम्बन्धेन स्वस्मिन् वर्तते. तर्हि तादृशं पश्यामश्चेदपि तत्र समान अधिकरणमस्ति. कायस्य अधिकरणं हस्तः, हस्तस्यापि अधिकरणं हस्तः इति कृत्वा तत्र पृथक् आश्रय आश्रितौ न तौ, द्वयमपि एकस्मिन् आश्रये हस्ते वर्तते इति कृत्वा तयोः मध्ये यदा कदापि संयोगसम्बन्धः न भवितुमर्हति खलु? सरलं वदामि चेत् आसन्दं त्यजतु, हस्तः शरीरः अवयव अवयवनि तयोः मध्ये संयोगं न शक्यते. संयोगः न शक्यते, समवायः एव. अत्र पूर्वस्मिन् पाठे किम् उक्तं? पञ्चसु स्थलेषु समवायसम्बन्धः भवति इति उक्तं खलु. तस्य तर्कः अत्र उक्तमस्ति. किमर्थं तादृशं वदामः इति चेत्, घटः अपि च कपालः द्वयमपि पृथगाश्रय आश्रितौ न. कपालः स्वस्मिन् तादात्म्येन स्थित्वा घटं जनयति, समवायकारणमस्ति, समवायीकारणमस्ति खलु. तर्हि कपालः कुत्र वर्तते? कपाले वर्तते. घटः कुत्र वर्तते? घटे एव वर्तते, कपाले एव वर्तते. अवयवी इत्यतः कपाले वर्तते. तर्हि कपालघट घटौ पृथगाश्रय आश्रितौ न इति कृत्वा तयोः मध्ये यदा कदापि संयोगसम्बन्धः न भवति. यद्यपि द्वयमपि मूर्तद्रव्यमस्ति, कपालः अपि मूर्तद्रव्यं, घटः अपि मूर्तद्रव्यं, किन्तु तौ पृथगाश्रय आश्रितौ न इत्यतः तयोः मध्ये संयोगसम्बन्धः यदा कदापि न भवति, केवलं समवायसम्बन्धः एव भवति इति बोधः अत्र. बुद्धं खलु? तदेव अत्र लिखितमस्ति, वृक्षः खलु स्व अवयवे स्थितः पक्षी स्व अवयवे च. वृक्षः कुत्र अस्ति? स्व अवयवे शाखायाम् अस्ति. पक्षी कुत्र अस्ति? स्वस्य अवयवे अस्ति. पक्षिणः अवयवाः बहवः भवन्ति खलु, तस्य चञ्चुः अस्ति, चक्षुः अस्ति इति अवयवाः सन्ति. तेषु अवयवेषु एव पक्षी अवयवी वर्तते. उत्पन्नायां पक्षिणि पुनः क्रियायां जायते कर्मजः संयोगः इति. तर्हि इदानीं पक्षी स्व अवयवे वर्तते, वृक्षः स्व अवयवे वर्तते, तर्हि वृक्षः अपि च पक्षी द्वयमपि पृथग् आश्रय आश्रितौ इति कृत्वा वृक्षपक्षिणोः मध्ये संयोगः भवितुमर्हति. वृक्षशाखयोः मध्ये अपि, क्षम्यतां, पक्षिशाखयोः मध्ये अपि संयोगः भवितुमर्हति, किन्तु वृक्षशाखयोः मध्ये यदा कदापि संयोगः न भवितुमर्हति इति बोधः अत्र. बुद्धं खलु? अस्तु, तर्हि शिवराम महोदय अग्रे पठति वा. एवं शरीरम्. आं महोदय. एवं शरीरं तरुश्च स्वावयवे स्थितौ, ततः हस्तक्रियया हस्ततरु संयोगः, तेन च शरीरतरु संयोगः इति हि स्थितम्। एवश्च पृथग् आश्रय आश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इति आगतम्। तर्हि सिद्धं न समहितं गुणान्तरं पृथकत्वम्। तर्हि सिद्धं नः न इति नास्ति, नः नः तर्हि सिद्धं नः नः अस्मान् अस्माकम् एवं शरीरं तरुश्च एवं शरीरं तरुश्च स्वावयवे स्थितौ, नाम शरीर स्व अवयवे स्थितमस्ति। सत्यं, तरु इत्युक्ते वृक्षः, वृक्षः तरु, वृक्षः अपि शाखादि तस्य अवयवाः सन्ति, तस्मिन् तेषु अवयवेषु एव वृक्षः अपि स्थितं दृश्यते, वा शरीरमपि अवयवे स्थितमस्ति। ततः हस्तक्रियया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति हि स्थितं। नाम हस्तक्रियया हस्ततरुसंयोगः, एकस्य अवयवः अन्यस्य अवयवेन यदा सम्बन्धः भवति, नाम शरीर तथा वृक्ष एतयोः मध्ये तत्र संयोगः अभवत् इति रूपेण वयं स्वीकुर्मः। हस्तक्रियया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति हि स्थितम्। तर्हि समीचीनमत्र हस्ततरु मध्ये यदा यः संयोगः जायते स च संयोगः कर्मज संयोगः, हस्ते क्रिया जाता तेन तरुणा सह हस्तस्य संयोगः जातः इति कृत्वा हस्ततरुयो तरुयोः मध्ये यः संयोगः जातः स च संयोगः कर्मज संयोगः, तेन संयोगेन शरीरतरु तरयोः यः संयोगः जातः स च संयोगः संयोगज संयोगः, खलु? आमां, संयोगः संयोगज संयोगः। अपि च इतोपि किञ्चित् वक्तव्यं, शरीरं कुत्र वर्तते? शरीरम् अवयवे नाम स्व अवयवे वर्तते, स्व अवयवेषु वर्तते। तरु कुत्र वर्तते? तरुः कुत्र वर्तते? तरु स्व अवयवेव शाखादि अवयवेषु वर्तते। तर्हि शरीरम् अपि च तरु द्वयमपि पृथगाश्रय आश्रितौ, खलु? आम्, द्वयमपि पृथगाश्रय आश्रितौ इत्यतः तयोः मध्ये संयोगज संयोगः भवितुम् अर्हति, नो चेत् न भवति। तर्हि इदानीम् अस्माभिः निरूपितं, शरीरं तु स्व अवयवेषु वर्तते, तरु अपि स्व अवयवेषु वर्तते इति कृत्वा तौ युतसिद्धौ पृथगाश्रय आश्रितौ, तर्हि तयोः मध्ये संयोगः भवितुम् अर्हति इति आगतम्। तर्हि अन्तिमवाक्यं पठतु। तर्हि एव तर्हि सिद्धं न, इतोपि एकमस्ति, एवं च एवच्च पृथग् आश्रय आश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इति आगतम्। तर्हि सिद्धं नः समीहितं गुणान्तरं पृथकत्वम्। तर्हि अत्र ग्रन्थकारः लिखति, तर्हि अनेन तर्केण किं जातं? पृथक्त्वम् इति भिन्नगुणस्य अन्यतमः गुणस्य आवश्यकता मया निरूपितम् इति सः वदति। तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम् इति सः वदति। आमां, किन्तु भवता बुद्धं वा, कथं वा साधितम् इति? हा, बुद्धं, किञ्चित् बुद्धं। तर्हि वदतु कथम् इति? पृथक् तत्र संयोगज संयोगः अस्ति तत्र शरीर तथा वृक्ष शरीरस्य निवासः स्वस्य अवयवे तथा वृक्षस्य निवासः स्वस्य अवयवे तर्हि तत्र शरीर तथा हा शरीर तथा वृक्ष एतयोः मध्ये तत्र पृथक्त्वं तत्र वर्तते तर्हि पृथक्त्व इति एकः अपरः गुणः तत्र वर्तते पृथक्त्वं बहु समीचीनं हा अत्र पश्यतु वयम् अत्र अत्र तर्कं कीदृशं जातम् इति चेत् संयोगः पृथग् आश्रय आश्रितयोः मध्ये एव भवति किन्तु समवायः तादृशं नास्ति युतसिद्धयोः मध्ये एव संयोगः भवति युतसिद्धः युतसिद्धौ कौ पृथगाश्रय आश्रितौ तर्हि अनेन तर्केण किम् अस्माभिः निरूपितं पृथक्त्वम् इति कश्चन गुणः प्रत्येकं द्रव्ये वर्तते इति अङ्गीकर्तव्यं नो चेत् इदानीं शरीरं तरोः पृथक् तरुः शरीरात् पृथक् इति न वक्तुं शक्यते खलु तादृशं न वदामश्चेत् तौ पृथगाश्रय आश्रितौ इति न वक्तुं शक्यते तर्हि तौ पृथगाश्रय आश्रितौ इति न वदामश्चेत् तौ युतसिद्धौ न भवति युतसिद्धौ न भवति चेत् संयोगः तयोः मध्ये न निरूपयितुं शक्यते इति तर्कः उक्त्वा तर्हि इदानीं ग्रन्थः वदति अनेन तर्केण मया निरूपितमस्ति पृथक्त्वम् इति अन्यतमः गुणः अङ्गीकर्तव्यः गुणः अस्ति एव इति एव इति तर्हि अग्रे भवान् एव पठतु महोदय कथं कथम् उच्यते पृथग् आश्रय आश्रित् पृथग् आश्रय आश्रित् आश्रितावित् आश्रितावित्तस्य पृथक्वन्तौ यौ पृथक् आश्रय आश्रित आश्रित आश्रितौ आवासौ आश्रितौ इत्यस्य इत्यस्य पृथक्वन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः तादृशयोः वृक्षपक्षिणोः जायते संयोगः एवं संयोगज संयोगे अपि पृथग् आश्रय आश्रित इत्यस्य इत्यस्य पृथक्वन्तौ यौ आश्रयौ तदाश्रितौ इत्यर्थः अवगतं मया एतत् यौ आश्रयौ तदाश्रितौ द्वौ पदार्थौ तेषां तत्र आश्रितपृथक् अस्ति तत्र यथा वृक्षपक्षिणौ जायते संयोगः वृक्ष तथा पक्षी पक्षिण एतयोः मध्ये संयोगः तत्र भवति वृक्षः भिन्ना अस्ति पक्षी तत्र भिन्ना अस्ति वृक्षस्य आश्रयः भिन्नः पक्षी तस्य पक्षी अस्ति तस्य आश्रयः तत्र भिन्नः एवं एवं संयोगज संयोगे अपि एतत् पद्धत्या अपि संयोग तथा संयोगज मध्ये अपि एतत् पद्धत्या तत्र पृथक्त्वं तत्र वर्तते इत्युक्ते इतोपि किञ्चित् सरल उदाहरणं स्वीकुर्मश्चेत् पूर्वं मया उक्तं खलु पुस्तकम् उत्पीठिकायाम् अस्ति हस्तः आसन्दे अस्ति इति स्वीकुर्मश्चेत् तत्र यदि उत्पीठिका अपि च आसन्दः अनयोः मध्ये तत्र अनयोः तत्र पृथक्त्वम् इति गुणः नास्ति तौ पृथगाश्रयौ इति न वक्तुं शक्यते न वक्तुं शक्यते खलु आसन्दः उत्पीठिकायाः पृथक् उत्पीठिका आसन्दात् पृथक् इति यावद् न वदेम तावत् तौ पृथक् पृथक्त्ववन्तौ न यदि तौ पृथक्त्ववन्तौ न इति भवति तदा तस्मिन् तयोः यः आश्रितः अस्ति तौ अपि पृथग् आश्रये आश्रितौ इति न वक्तुं शक्नुमः. तर्हि पृथगाश्रय आश्रितौ इति कदा वदामः? यदा आश्रययोः मध्ये पृथक्त्वं साधयामः तदा एव तस्मिन् नो चेत् तयोः आश्रितौ यौ तौ पृथगाश्रय आश्रितौ इति वक्तुं शक्यते इति कृत्वा अत्र पश्यतु पृथगाश्रय आश्रितौ इत्यस्य अर्थः कः? पृथक्त्ववन्तौ इति अर्थः. अत्र पृथक्त्ववन्तौ इति पदस्य किञ्चित् चिन्तनं करोति वा महोदय? पृथक्त्ववन्तौ इत्युक्ते किं? पृथक्त्ववन्तौ कीदृशप्रत्ययमध्ये उपयुक्तः अस्ति? पृथक्तवन्तौ इति शत्रुप्रत्ययः अस्ति न? नास्ति. पृथक्वान् हां तव तु प्रत्ययः पृथक्वान् पृथक्वन्तौ पृथक्वन्त तव तु वा तव तु प्रयोगं किल न चिन्तयतु. अत्र पृथक्त्ववन्तौ पृथक्त्ववन्तौ इति प्रथमाविभक्तिः द्विवचने अस्ति. पृथक्वत् अस्ति न पृथक्वत्? तर्हि तत्र मतुप् पृथक्त्ववत् पृथक्त्ववत् आम् पृथक्त्ववत् आम् पृथक्त्ववत् इति मतुप्रत्ययः मतुप्रत्ययः आम् अत्र शत्रु अपि नास्ति तव तु प्रत्ययः अपि नास्ति मतुप्रत्ययः मतुप्रत्ययः. मतुप्रत्ययस्य अर्थः कः? तेन युक्तः इति पद्धत्या गुणेन न न अत्र अस्य अस्मिन् वा मतु इति सूत्रं अस्य अस्मिन् तद् अस्य अस्मिन् वा इत्युक्ते धनम् अस्मिन् अस्ति नो चेत् अस्य अस्ति इति कृत्वा सः धनवान् धनवान् इति वदामः. एवमेव पृथक्त्ववान् इत्युक्ते किं? यस्मिन् पृथक्त्वम् इति अस्ति यस्मिन् पृथक्त्वम् इति गुणः अस्ति सः पृथक्त्ववान् भवति. तस्य द्वितीया अस्ति द्विवचनमस्ति पृथक्त्ववन्तौ. तर्हि अत्र पश्यतु पृथगाश्रय आश्रितौ इत्युक्ते किं? पृथक्त्ववन्तौ यौ आश्रयौ इत्युक्ते ययोः आश्रययोः पृथक्त्वम् इति गुणः वर्तते तादृश आश्रययोः आश्रितौ इति अर्थः. अनेन तत्र पृथक्त्वम् इति गुणः निरूपितः अस्ति. पृथक्त्वम् इति गुणः यस्मिन् वर्तते सः पृथक्त्ववान् भवति. तादृश आश्रये यः आश्रितत्वेन वर्तते सः पृथग् आश्रय आश्रितः भवति. तादृशद्वौ पृथग् आश्रय आश्रितौ तयोः मध्ये संयोगः भवति. कीदृशसंयोगः? संयोगजसंयोगः अपि भवति कर्मजसंयोगः अपि द्वयमपि तादृशपृथगाश्रय आश्रितयोः मध्ये एव भवति इति बोध. तर्हि अनेन तर्केण पृथक्त्वम् इति भिन्नगुणस्य आवश्यकता अस्ति इति निरूपितम्. अत्र पाठे मूलप्रश्नः किम् आसीत्? अन्योन्य अभावं स्वीकृत्य एव सर्वत्र व्यवहारं कुर्मः इति पूर्वपक्षी आक्षिपति खलु. तस्य निवारणम् इदानीं कृतम्. आमां हा केवलम् अन्योन्य अभावं स्वीकृत्य वदामश्चेत् अत्र संयोगः किमर्थं घटकपालयोः मध्ये संयोगः न भवितुमर्हति इति न वक्तुं शक्यते. अन्योन्य अभावं स्वीकृत्य व्यवहारं कुर्मश्चेत् घटकपालयोः मध्ये अपि संयोगः भवितुमर्हति. किमर्थमित्युक्ते घटकपालयोः मध्ये अपि अन्योन्य अभावः वर्तते खलु. घट अभावः कपाले वर्तते, कपाल अभावः घटे वर्तते. इति कृत्वा कपाल न समीचीनं घटः कपालः न तर्हि घटकपालयोः मध्ये अपि अन्योन्याभावः वर्तते इति कृत्वा अन्योन्याभावं स्वीकृत्य निर्वाहं कुर्मश्चेत् तत्र इदानीं किं किं किं भवति घटकपालयोः मध्ये अपि संयोगः भवितुमर्हति यदि पृथक्त्वम् इति भिन्न भिन्न गुणः न स्वीकुर्मः तर्हि घटकपालयोः मध्ये अपि संयोगः भवितुमर्हति अतः पृथक्त्वमिति गुणस्य आवश्यकता अस्ति यावत् गुण पृथक्त्वमिति गुणः न अङ्गीकुर्मः तावत् घटकपालयोः अपि संयोगः भवितुम् अर्हत्येव इति दोषः भवति तदेव अत्र पूर्वस्मिन् वाक्ये उक्तम् इति कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकार आपातात् इति तत्र दोषः भवति इति कृत्वा पृथक्त्वम् इति गुणः स्वीकरणीयः केवलम् अस्मिन् सन्दर्भे अन्योन्याभावं स्वीकृत्य निर्वाहः न कर्तुं शक्यते इति बोधः अस्तु अत्र एतावत् संशयः अस्ति वा न न अस्तु तर्हि अस्मिन् विषये एक हा वदतु बलसुडु महोदय अन्तिमवाक्यम् एवं संयोगज संयोगे अपि अत्र संयोगज स्वहस्तपुस्तकद्वयः अपि संयोगज वा न न संयोगज संयोगः अस्ति इति उक्तम् अस्तु भवान् वदतु कर्मज संयोगस्य एकम् उदाहरणं वदतु कर्मजसंयोगस्य एकम् उदाहरणं वदतु हस्ते पुस्तकं पुस्तकं हस्ते पुस्तकं हस्तपुस्तकयोः मध्ये यः संयोगः अस्ति तत् कर्मजसंयोगः किमर्थं कर्मजसंयोगः इति वदामः साक्षात् संयोगः वर्तते इति कृत्वा वा न न न न अत्र पश्यतु कर्मजः इत्यस्य अर्थः इति पदस्य अर्थः क्रियया यद् जायते सः कर्मजः क्रियया यत् जायते सः कर्मजः अत्र संयोगः जायते हस्तपुस्तकयोः मध्ये संयोगः जायते किन्तु केन जातं स च संयोगः तस्य कारणं किम् कारणम् इति आश्रयः न न अत्र आश्रयमध्ये विषये किमपि चिन्तनं न करणीयम् इदानीं पुस्तकम् उत्पीठिकायाम् अस्ति हस्तः आसन्दे अस्ति अस्ति इदानीं द्वयोः यदा क्रिया न जायते तर्हि तयोः मध्ये संयोगः भवितुमर्हति वा न जायते अस्तु भवतः पुरतः एकं पुस्तकमस्ति वा आम् तर्हि इदानीं भवान् आसन्दे उपविशन् अस्ति खलु तर्हि भवतः हस्तम् इदानीम् आसन्दे स्थापयतु पुस्तकम् उत्पीठिकायां तत्र टेबल् अस्ति चेत् तस्मिन् अस्ति पुस्तकं तर्हि इदानीम् अहं वदामि भवान् बालसुब्रह्मण्य महोदय कृपया हस्तपुस्तकयोः मध्ये संयोगं कारयतु इति अहं वदामि तर्हि भवान् किं करोति हस्तं पुस्तक उपरि स्थापयामि हा पश्यतु हस्तक हस्ते क्रियाम् उत्पाद्य इदानीं भवता हस्ते क्रिया कृतः वर्तते खलु आम् आम् क्रिया इदानीं हस्ते क्रियां क्रियायाः उत्पन्नं कृत्वा तदनन्तरं हस्तं पुस्तकं स्वीकरोति खलु. यदा यावत् हस्ते क्रिया न जायते तावत् तत्र हस्तपुस्तकयोः मध्ये संयोगः भवितुमर्हति वा? भवितुं न अर्हति. पुस्तकम् अचेतनं तर्हि पुस्तके यदा कदापि क्रिया न जायते स्वयं हस्तस्तु चेतनमस्ति. तर्हि हस्तं यावत् भवान् हस्तस्य उन्नयनं हस्ते क्रियां न जनयति तावत् हस्तपुस्तकयोः मध्ये संयोगः न जायते खलु? जायते. आम्. तर्हि हस्तपुस्तकयोः यः संयोगः जायते तस्य कारणं किम् इति चेत् हस्ते विद्यमानक्रिया. क्रियया संयोगः जायते इति कृत्वा हस्तपुस्तकयोः मध्ये यः संयोगः जातः तस्य नाम अस्ति कर्मजसंयोगः इति. सर्वे मूर्तद्रव्ययोः मध्ये क्रिया जायते किल, संयोगः जायते. उदाहरणं वदतु. सर्वे मूर्तद्रव्ययोः मध्ये एकम् उदाहरणं वदतु भगिनी, नो चेत् भवत्याः मनसि किमस्ति इति अहं न अवगन्तुं शक्नोमि. हस्तं पुस्तके स्थापयति चेत् न भवति, चिन्तयित्वा अनन्तरं वदामि. न न, भवत्याः आशयः कः इति मया न बुद्धं. यदि आङ्ग्लभाषायां वक्तव्यं चेत् तर्हि वदतु. नो, इट्स् आल्वेस् आल्वेस् क्रिया अस्ति चेत् संयोगः जायते किल. सत्यं. न, आल्वेस् क्रिया अस्ति चेत् संयोगः जायते इति न, क्रियया एव संयोगः जायते. क्रियया एव यदा एकस्मिन् मूर्तद्रव्ये क्रिया जायते तया क्रियया अन्येन मूर्तद्रव्येण सह तस्य संयोगः भवति खलु? आम् आम्. हा, तर्हि संयोगः इदानीं हस्तपुस्तकयोः मध्ये यः संयोगः जायते सः संयोगः कर्मजसंयोगः अस्ति, क्रियया जायते संयोगः इत्यतः. तर्हि इदानीं संयोगजसंयोगस्य एक उदाहरणं वदतु बालसुब्रह्मण्यमहोदय. संयोगजसंयोगस्य संयोगज कर्मज इति संयोगज. न न न, संयोगज इति पदस्य अर्थः कः? कर्मज इति पदस्य अर्थः कः इदानीमेव मया उक्तं, भवान् वदतु. संयोगद्वारा जायते. एकनिमिषं महोदय, बालसुब्रह्मण्यमहोदय वदतु, कर्मजः इत्यस्य अर्थः कः? कर्मजः कर्मं भवेत् तस्मात् सम्यक् जायते. सो कर्मः पुस्तक हस्त तयोः मध्ये स्पर्शत्वं भवति, कर्मः भवति. अस्तु महोदय, एवं वदतु, कर्मजसंयोगः इत्युक्ते क्रियया यः संयोगः जायते सः संयोगः कर्मजः. बुद्धं वा? बुद्धम्. इदानीं संयोगजः इत्युक्ते किम्? तत्रैव प्रश्नः, मम प्रश्नः तत्रैव. अत्र केवलं पदार्थं, तत्र अनन्तरं तस्य अवगमनं कुर्मः. कर्मजः इत्युक्ते किं? क्रियया यः संयोगः जायते सः कर्मजः संयोगः. एवं संयोगजसंयोगः इत्युक्ते किम्? संयोगेन यः संयोगः जायते सः संयोगजसंयोगः खलु? केवलं पदार्थमहं वदामि, शब्दार्थमहं वदामि, क्रियया यः संयोगः जायते सः कर्मजः संयोगः, संयोगेन यः संयोगः जायते तत् संयोगज संयोगः। तावत् बुद्धं वा? बुद्धं आम्। सत्यं। तर्हि इदानीं कर्मजसंयोगस्य उदाहरणमस्ति हस्तपुस्तकयोः मध्ये यः संयोगः, हस्ते क्रिया जायते तेन हस्तस्य पुस्तकेन सह संयोगः जायते इति कृत्वा हस्तपुस्तकयोः मध्ये यः संयोगः जायते सः संयोगः कर्मजसंयोगस्य उदाहरणं। तावद् बुद्धं वा? अवगतम्। तर्हि इदानीं यदा मम हस्तपुस्तक मम हस्तः अपि च पुस्तकयोः मध्ये यदा संयोगः जायते तदा मम कायपुस्तकयोः मध्ये अपि संयोगः जातः खलु। इदानीं कायपुस्तकयोः मध्ये यः संयोगः जातः तस्य कारणं क्रिया वा नो चेत् संयोगः वा? मम सम्पूर्णकाये क्रिया न जातं खलु, केवलं हस्ते एव क्रिया जातं। किन्तु हस्ते जायमानक्रियया तत्र हस्तपुस्तकयोः मध्ये यः संयोगः जातः सः संयोगः इदानीं कारणं भवति कं प्रति? कायपुस्तकयोः मध्ये यः संयोगः जायते तस्य संयोगस्य कारणं भवति हस्तसंयोग हस्तपुस्तकयोः मध्ये यः संयोगः जातः सः। बुद्धं वा? हा, तर्हि कायपुस्तकयोः मध्ये यः संयोगः जायते सः संयोगः संयोगजसंयोगः, हस्तपुस्तकयोः मध्ये यः संयोगः जायते सः संयोगः कर्मजसंयोगः। बुद्धं खलु? धन्यवादः महोदय। अस्तु, तर्हि इदानीं करपत्रं निर्मितमस्ति तं प्रति गच्छेम। 18th करपत्रमस्ति, संयोगे संयोगस्य प्रसङ्गे किञ्चित् इति। अत्र नूतनं किमपि नास्ति, तर्हि झटिति पठितुं शक्यते। एतावत्पर्यन्तं सम्पूर्णम् अस्माभिः चिन्तितमेव। अस्तु, तर्हि कस्य अवसरः अस्ति? अस्तु, बालसुब्रह्मण्य महोदय, भवान् पठतु महोदय। संयोगस्य प्रसङ्गे किञ्चित्। मूर्तगतक्रियया तस्य मूर्तान्तरेण द्विगुणा च संयोगः भवति। मूर्तद्रव्यं नाम यत् द्रव्यं क्रियायाः आश्रयः भवति। एकनिमिषं, क्षम्यतां महोदय, अत्र कोट्स् मध्ये दत्तमस्ति खलु, मूर्तगतक्रिया तस्य मूर्तान्तरेण विभुना च संयोगः भवति इति वाक्यं कुत्र लभ्यते इति चेत् अस्मिन् पुस्तके अस्मिन्नेव पुटे प्रथमवाक्यमस्ति खलु, अतः एवं वाच्यं मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगः भवति। तद् स्वीकृत्य अत्र पाठः लिखितः वर्तते। अस्तु, हा, इदानीं पठतु महोदय। मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगः भवति, अहं पठितमेव। मूर्तद्रव्यं नाम यद् द्रव्यं क्रियायाः आशयः भवति। मूर्तगतक्रिया नाम मूर्तद्रव्ये विद्यमाना क्रिया। मूर्तद्रव्येषु या क्रिया भवति तया क्रियया तस्य अन्येन मूर्तद्रव्येण सह संयोगः भवति। इदानीमेव पठितः। हस्तः एकं मूर्तद्रव्यं, पुस्तकम् अपरं मूर्तद्रव्यं। हस्ते जातया क्रियया पुस्तकस्य स्पर्शे स्पर्शो भवति। एवञ्च एकस्मिन् मूर्तद्रव्ये काचित् क्रिया जायते तया क्रियया अन्येन मूर्तद्रव्येण सह तस्य संयोगो भवति, अथवा अन्येन विभुद्रव्येण सह संयोगः भवति। अस्तु, अत्र नूतनं किमपि नास्ति खलु? अस्तु, अग्रे अत्र अत्र सन्देहः अस्ति वा यस्य कस्यापि? नो चेत् अग्रे पठेम, अत्र किमपि नूतनं नास्ति, सर्वम् अस्माभिः गभीरतया चिन्तितम्। अस्तु, भवानेव पठतु महोदय अग्रे। एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्। हस्तपुस्तकसंयोगेन एतद् एतद् वाक्यमपि अत्र अत्र पुस्तके तस्मिन्नेव परिच्छेदे अस्ति, एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम्। हस्तपुस्तकयोगसंयोगेन कालपुस्तकसंयोगः जायते इत्यस्यापि संयोगप्रकरणे निरूपणात्। अस्तु, अग्रे पठतु महोदय। सो द्वितीयवाक्यं हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इत्यपि भवति। हस्ते क्रिया जायते, तया क्रियया हस्तपुस्तकयोगसंयोगः जायते। इदानीं स च हस्तः शरीरस्य अवयवः, अतः हस्तस्य संयोगः यदा पुस्तकेन सह भवति तदानीं शरीरस्य अपि संयोगः पुस्तकेन सह भवति। यदा अवयवस्य संयोगः द्रव्यान्तरेण सह भवति तदानीम् अवयविनः अपि संयोगः तेन द्रव्येण सह भवति। तदर्थमुक्तम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यच्च इत्थञ्च हस्तपुस्तकसंयोगेन हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते। अनेन अस्माकं कश्चन नियमः व्युत्पन्नः, अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते। सेम् थिङ्ग्, अत्रापि नूतनं किमपि नास्ति। आमामां, हस्तसंयोगः शरीरसंयोगः। अस्तु, तर्हि इदानीं धन्यवादः। अविवादम् इति अवितर्क्यतम् इति वक्तुं शक्यते वा? अविवादम्, अविवादम् इत्युक्ते विवादास्पदं नास्ति इति, तस्मिन् विषये विवादमेव न कर्तुं शक्यते। अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादम् इति प्रसिद्धम् इति अर्थः। अस्तु, विजि भगिनि अग्रे पठतु भगिनि। अधुना कपाले काचित् क्रिया जाता, तया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः। अयं कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः अतः कर्मजः संयोगः इति उच्यते, कर्मणा जातः इति कर्मजः। तदा स च कपालः यतोहि घटस्य अवयवः अतः कपालस्य पुस्तकेन सह यः संयोगः तेन संयोगेन घटेऽपि पुस्तकेन सह संयोगः जायते। स च घटपुस्तकयोः संयोगः कर्मजः न अपि तु संयोगजः, यतः कपाले विद्यमानया यया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति। सा च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति। यथा कुलालस्य पिता यद्यपि कुलालं प्रति कारणं, किन्तु कुलालेन निर्मितं घटं प्रति स च पिता कारणं न। पञ्चसु वक्ष्यमाणेषु अन्यथा सिद्धिषु चतुर्थम् इदम्। एवमेव अवयविनः अन्येन सह संयोगः प्रति कारणम् अवयवस्य अन्येन सह संयोगः, न तु अवयवे जायमानक्रिया। इत्थम् अनेन नूतननियमः निष्पन्नः, अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इत्यपि वयं चर्चितवन्तः किल महोदय. आमाम् अत्र नूतनं किमपि नास्ति, किन्तु अत्र किञ्चित् वाक्यद्वयं नूतनमस्ति. इत्युक्ते अत्र उदाहरणमस्ति, यदा कपालपुस्तयोः मध्ये संयोगः जायते, कपाले विद्यमानक्रियया स च संयोगः जायते, तर्हि इदानीं घटपुस्तकयोः मध्येपि संयोगः जातः खलु. आम् आम् आम्. किन्तु घटः अवयवी इति कृत्वा घटपुस्तयोः मध्ये यः संयोगः जायते स च संयोगः संयोगजसंयोगः इति तावत् अवगतम्. आम्. तदनन्तरं किञ्चित् लिखितमस्ति, यथा कुलालस्य पिता कुलालस्य. तत्र पश्यतु, अहं किञ्चित् वदामि अस्मिन् विषये. इदानीं कुलालघटस्य निर्माणं जायमानमस्ति इति चिन्तयतु. कुलालः घटनिर्माणं कुर्वन् अस्ति, तर्हि कुलालपिता विना कुलालः भवति वा लोके? कोऽपि वदतु. न किल, न अतः तस्य कारणं नास्ति. तर्हि प्रश्नः उदेति, कुलालस्य घटस्य कारणं कुलालः, कुलालस्य कारणं कुलालस्य पिता अस्ति, तर्हि कुलालपिता अपि घटं प्रति कारणं भवतु इति परम्परासम्बन्धेन तस्यापि कारणं स्वीकर्तुं शक्यते वा इति प्रश्नः उदेति. अत्र नैयायिकाः वदन्ति, न, कुलालस्य पिता कुला घटस्य कारणम् इति न स्वीकुर्मः. यद्यपि कुलालस्य पिता कुलालस्य कारणं भवति, तथापि घटं प्रति तस्य कारणं न स्वीकरोति नैयायिकाः. किमर्थम् इति चेत्, तत्र कश्चन सिद्धान्तः अस्ति, अन्यतासिद्धः इति कश्चन सिद्धान्तः अस्ति. इदानीं तस्मिन् विषये चिन्तनं मास्तु, अत्रैव दत्तमस्ति. पञ्चसु वक्ष्यमान, वक्ष्यमान इत्युक्ते अग्रे तस्मिन् विषये पाठः आयास्यति. यथा समवायः सम्बन्धः पञ्चसु स्थलेषु भवति, तदा पञ्चसु पञ्चानाम् अन्यतासिद्धत्वं स्वीकुर्वन्ति नैयायिकाः. तेषु एकः अस्ति कुलालपिता, चतुर्थविधः अस्ति. इत्युक्ते कारणस्य कारणं, तत्र कार्यं प्रति कारणत्वं न स्वीकुर्वन्ति. कुलालः घटस्य कारणं, कुलालपिता कुलालस्य कारणं. तर्हि परम्परासम्बन्धेन कुलालपिता अपि घटस्य कारणं भवतु इति चेत्, कारणस्य कारणं कार्यस्य कारणस्य कारणत्वं न स्वीकुर्वन्ति नैयायिकाः. तत्र केवलं लाघवार्थमेव. नो चेत् इदानीं कुलालस्य पिताय पितुः तर्हि कियत् गच्छेम? तर्हि लाघवार्थं ते किं वदन्ति, भवतु कुलालः साक्षात् कारणमस्ति. यद्यपि कुलालस्य पिता कुलालस्य कारणं भवति, तथापि घटं प्रति तस्य कारणं कारणत्वं न स्वीकुर्मः. तत् सः अन्यतासिद्धः एव इति वदति. एवमेव यद्यपि हस्तः कायस्य एव एकः अवयवः अस्ति, तर्हि हस्ते यदा क्रिया जायते, तर्हि काये अपि क्रिया जायते इति स्वीकर्तुं शक्यते वा इति चेत्, न, केवलं हस्ते एव क्रिया जायते. तर्हि काये न क्रिया न जायते इति नैयायिकाः वदन्ति, लाघवार्थं केवलं. तर्हि यदा हस्ते क्रिया जायते, तदा यदा हस्तपुस्तकयोः मध्ये संयोगः जायते, तेन संयोगेन एव इदानीं कायपुस्तकयोः मध्ये संयोगः जायते इति नैयायिकाः वदन्ति, न तु क्रियया. तर्हि कायपुस्तकयोः मध्ये यः संयोगः जायते, स च संयोगः क्रियया, कर्मजः नास्ति किन्तु संयोगजः इति नैयायिकाः वदन्ति. अतः एव अत्र उक्तं न तु अवयवे जायमानक्रिया इत्थम् अनेन नूतननियमः निष्पन्नः अवयवसंयोगेन अवयविनः संयोगजसंयोगः जायते इति नूतननियमः। एतद् अस्माभिः अत्र एतद् अस्माभिः परिशीलितमेव, अस्माकं कृते एतद् नूतनं नास्ति, किन्तु एवं महोदयेन उक्तमस्ति अवयवसंयोगेन अवयविनः संयोगजसंयोगः जायते। अस्तु, अत्र एतावत्पर्यन्तं प्रश्नः अस्ति वा? नो चेत् समयः जातः अत्र महोदय अन्तिमपर्यन्तं स्पष्टमेव। अस्तु, समीचीनं, स्पष्टं, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः।